महोदय, यू आर ऑन म्यूट, वी कुडंट हियर यू। मैं सर्वेभ्यः ओम् अष्टाध्यायी जगन्माता यस्य चित्तात् समुत्थिता वेदानामुपकाराय तस्मै पाणिनये नमः। शब्दब्रह्मतमाराध्य कृतवान् यो विलक्षणम् सर्वैश्वमिदं शास्त्रम् तस्मै पाणिनये नमः। येन दौदागिरपुंसा विमलै शब्दवादिभिः तमश्चाज्ञानजम् भिन्नम् तस्मै पाणिनये नमः। समाससूत्राणि शमला भगिनी पठति वा? पठामि महोदय। तत्पुरुषः द्विगुश्च द्वितीया शतातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनाथकलः निपुणमिश्रश्लक्ष्णैः कृतकर्णे कर्तृकर्णे कृता बहुलं तृप्तेरधिकारर्थवचने अन्येन व्यञ्जनं भक्षेण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणि तेन सप्तमीशौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे तृप्तेर्णे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्दिशार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वोद्विग्नः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्यप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च श्रेणादयः कृतादिभिः तेन नैविशिष्टेनानै सन्महत्परमोत्कृष्टाः पूज्यमानैः वृन्दारकनागपुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे कोटायुवतिस्तोककतिपयदृष्टिभेरुवशावेहवष्कर्णीप्रवक्तृ श्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवा खलति पलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादीभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च पूर्वापराधरोत्तरमेकदेशी नैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतूर्याण्यन्नतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी कर्तरी च नित्यं क्रीडाजीविकयोः उपतिप्रादयः उपपदमतिम् अमैवाव्ययेन तृतीयाप्रभृतीन्यन्यतरस्यां त्वाच। सम्यक्, धन्यवादः भगिनि। नमस्ते महोदय। उषा, उषा भगिनी नमस्ते। उमा भगिनी पठति वा समासः? नमस्ते गीताञ्जलि भगिनी। उषा भगिनी, उमा भगिनी, तत्पुरुषसमासान्तसूत्राणि तत्पुरुषेत्याकुलेः संख्या अव्ययादेः अहस्सर्वैकदेशसङ्ख्यात् पुण्याच्च रात्रेः अहोन्ना अहो नहन्न एते भिदः न सङ्ख्यादेः समाहारे उत्तमेकाभ्यां च राजाः सखिभ्यश्च राजा अह सखिभ्यश्च राजा अह सखिभ्यश्च घोरतद्दितदुःखी अग्राख्याया पुरतः अनोष्माय सरसां जातिसंयोः ग्रामकौटाभ्यां च तक्ष्णः अतिष्णः उपमानादप्रमाणिषु उत्तरमृगपूर्वाश्च सक्ष्णः नावो दृगोः अर्धाच्च कार्याः प्राचां द्वित्रिभ्या मञ्जलेः अनसन्तान्नपुंसकासन्दसी. धन्यवादः भगिनि. अत्र उपमानादप्राणिषु प्रमाणिषु नास्ति, उपमानात् अप्रमाणिषु. धन्यवादः. जायमानविषयमस्ति सप्तमी शौण्डैः इति सप्तमी तत्पुरुषसमाससूत्राणि विषये. अत्र अधि इति शौण्डादिगणशब्दस्य स्वस्वामिसम्बन्धेन स्वामित्वं दर्शयति यत्र कुत्र, तत्र अधि इति पदं सप्तम्यन्तं पदं सह सप्तम्यन्तपदेन सह समस्यते विकल्पेन विभाषा अधिकारे अस्ति कृत्वा, तदेव जायमानमस्ति. तत्र उदाहरणमस्ति अति ईश्वरे भू. तत्र पूर्वं गतवर्गे वयं दृष्टवन्तः यत्र यस्मादाधिक्यं यस्य च ईश्वरं वचनं तत्र सप्तमी इति सप्तमी विषयं निर्धारयति स्वस्वामिसम्बन्धस्य विषये उभयपदयोः. यदा अत्र उदाहरणे ईश्वर भू इति पदद्वयमस्ति, सप्तमी अधि इति विकल्पेन उपयुज्यते चेत् ईश्वरे अपि सप्तमी भवति, तत्र भू इति प्रथमा भवति. यदि भू इति भुवि सप्तमी भवति, तत्र ईश्वरः इति प्रथमविभक्त्यं भवति. उभयरूपाणि साधु एव, किन्तु यत्र स्वामित्वं न सप्तम्यमस्ति, स्वभावसम्बन्धशब्द यत् सप्तमी अस्ति कृत्वा तस्य सप्तमी सौण्डैः इति सप्तमसमासन्दसूत्रं न भवति. केवलं यत्र स्वामिना निर्देशं सप्तम्या निर्दिश्यते तत्र एव आदि इति शौण्डादिगणशब्दस्य उपयुज्यं कृत्वा सप्तमी शौण्डै इति सूत्रबलात् सप्तम्यन्तं सप्तमी तत्पुरुषसमाससू निर्मायितुं शक्यते. अति कृत्वा उदाहरणमस्ति आदि ईश्वरे भूः इति ईश्वराधीना इति सप्तम्यन्तं पदवी सप्तमी सत्पुरुषसमासः भवति. भू इति स्वा शब्दं निर्देशयति, तत्कारणेन भू इति प्रथमविभक्त्यां यथावत् तिष्ठति. विकल्प विभाषा इति सूत्र अन्तर्गतमस्ति इति कृत्वा व्यस्तप्रयोगमपि साधु. आदि ईश्वरे भू इति इति अन्यद्रूपमस्ति. शर्मला भगिनी पठति वा प्रकृतसूत्रसमाससूत्रस्य उदाहरणं? प्रकृतसमाससूत्रस्य उदाहरणम् अधि ईश्वरे भूः, ततः वा ईश्वराधीना भूः अधि ईश्वरे भूः. अत्र सप्तमीशौण्ढैः इति शौण्ढैः इति सूत्रेण अधि इत्यस्य ईश्वरे इति सप्तम्यन्तेन सह समासः भवति. अधि ईश्वरे भूः समासः ईश्वराधीना भूः, व्यस्तप्रयोगः अधि ईश्वरे भूः. अलौकिकविग्रह ईश्वरनी अधि सप्तमी शब्दैः इति सूत्रेण समासे कृते प्रातिपदिकं संज्ञा कृत्वा सुप्रत्ययोः लुप् भवति. ईश्वरः इति सप्तम्यन्तस्य पूर्वनिपातः भूत्वा ईश्वराधिः ईश्वराधि इति भवति. अत्र ईश्वर अधि ईश्वरेपुः इति उदाहरणमस्ति. तत्र ईश्वराधीना भू इत्यर्थे व्यस्तप्रयोगे तु अधि ईश्वरेभूः इति भवति. समासं यदा कुर्मः तदा ईश्वराधीना भूः कथं सिद्ध्यति इति अग्रे अस्ति. अलौकिकविग्रहः भवति ईश्वरयोगः मी अत्र सप्तमी एकवचनं प्लस् योग अधि सप्तमी शौण्डैः इति सूत्रे सप्तमी प्रथमा विभक्तौ अस्ति इति कृत्वा ईश्वर इति शब्दः तस्य पूर्वनिपातः भवति. अतः ईश्वरयोगः अधि ईश्वराधि इति रूपं भवति. अधुना अषडक्षाशितङ्गुलं कर्मां कर्मालं पुरुषाध्युत्तरपदार्थः इति सूत्रेण अषडक्ष यस्य षड् नेत्राणि न सन्ति अशितङ्गु आशितङ्गु स्थलं यत्र गाव स्थलं यत्र गावः भुञ्जते अलङ्कर्म कर्मणः पर्याप्तः अलं पुरुषः पुरुषाय पर्याप्तः एतेभ्यः शब्देभ्यः तथा च अधि यस्य उत्तरपदम् अस्ति तादृशात् शब्दात् स्वार्थे ख इति तद्धितप्रत्ययान्त भवति. अतः ईश्वराधि इति समासे अधि इति पदम् उत्तरपदे अस्ति इत्यतः ख प्रत्ययः विधीयते ईश्वराधि ख. अत्र समासं भूत्वा ईश्वराधि इति प्रातिपदिकं भवति. तदनन्तरं तत्र इदानीं प्रातिपदिकम् अस्ति वा महोदय ईश्वराधि इति तत्र अस्ति. अत्र पूर्वनिपातं कृत्वा प्रातिपदिकं सिद्ध्यति तदनन्तरं समासान्तप्रत्ययः आगच्छति. अषडक्षाति अडक्षा अषडक्षाशितङ्गवलङ्करमालं पुरुषाध्युत्तरपदार्थः इति सूत्रेण अधि इति शब्दः अत्र उत्तरपदे अस्ति इति कृत्वा स्वार्थे ख इति प्रत्ययः आगच्छति ईश्वराधियोग ख इति स्थितिः भवति. तदनन्तरम् आयनेयिनीयः फढ खढ ख छ खच्छ हां प्रत्ययादीनाम् इति सूत्रेण प्रत्ययस्य आधिस्थितस्य ख ख खढ ख छ ख इत्येतेषां क्रमेण आयन एय ईन इय इय आदेशाः भवन्ति. अतः अत्र ख स्थाने ईन इति आदेशः भवति ईश्वराधि योगः ईन् योगः अ. अत्र पुनः यस्येति च इति सूत्रेण ह संज्ञकाङ्गस्य अवर्णस्य ईवर्णस्य च इकारे परे तद्धितप्रत्यये परे च लोपः भवति. अतः ईश्वराधि यत्र यः अन्तिम इकारः अस्ति तस्य लोपः भवति यस्येति च इत्यनेन. यतोहि तत्र ईकार ईन् इति ईकार ईकारादि प्रत्ययः अस्ति तद्धितप्रत्ययः अपि अस्ति. अतः तत्र ईश्वराद् योगः ईन् ईश्वराधीन इति भवति. अधुना सुमुत्पत्ति भूत्वा ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति. अत्र अस्य अडश अतिशङ्कु अलङ्कृत अलं पुरुष अधि उत्तरपदात् खः एवम् आयनीय इति सूत्र सम्बन्धः कः अस्ति? अत्र अधि ईश्वरे भूः इति समासः अधि मात्रमे सप्तमी सूचयति. अत्र अधि ईश्वरभूः इति उक्तं चेत् तत्र कः दोषः? ईश्वरे भूः इत्यस्य इति वदति चेत् अत्र कस्मिन् अर्थं भगिनी अत्र समासविषये भू इस्य तस्य उल्लेखः एव नास्ति. भू इति पदस्य विशेषणरूपेण अधियोग ईश्वरे इति पदद्वयोः समासं कृत्वा विशेषणं भवति भू इति प्रथमान्तपदस्य. तदी कृत्वा भू इति समासे न चिन्तनीयमेव. एतत् व्यस्तप्रयोगः किमस्ति? ईश्वरयोगः नियोगः अति इत्येव अस्ति न अलौकिकविग्रहवाक्यं. तत्र भू एव नास्ति इति कृत्वा ईश्वर इति सप्तम्यन्तस्थैः कृत्वा ङि इति प्रत्ययः अस्ति. अस्ति अधि अव्ययम् अस्ति, शौण्डादिगणे अस्ति, तस्य सुगन्धं नास्ति, न दृश्यते. तत्र सुबोधातुप्रातिपदिकयो इति कृत्वा ङि लुप् भवति, कृत्वा ईश्वरयोग अधि इति अवशिष्यते. तस्य मेलनेन ईश्वरादि इति प्रातिपदिकं सम्यक् भवति. तदनन्तरं तदन्तविधि विधीयते अषडक्ष अतिशङ्कु अलङ्कर्म अलम्पुरुष आदि उत्तरपदात् कः इति. कः तद्विदान्तप्रत्ययं विधीयते. अधि उत्तरपदात् इति दत्तमस्ति. अधि उत्तरपदात् इति कारणेन अधि यत्र आयाति उत्तरपदम् अवधि, तत्र ख प्रत्यय विधीयते. तत्र ख प्रत्यये ककार अस्ति, अकार अन्तिम अकारम् अपि अस्ति. किन्तु ककारस्य आदेशः भवति ईन इति पद ईनि इति पदेन आयनेयनीयैयाः कष्ठ फठ खच खां प्रत्ययादीनाम् इति सूत्रेण यथासङ्ख्यं भवति इति कृत्वा ख स्थाने ईन आदेशः भवति. ईन ईन नास्ति, ईन ईन ख ख तद्धिदान्तप्रत्ययमस्ति. कः क इस् कः इत्युक्ते का ककार अकार काक आदेश भवति ईन इति. ईन प्लस् आ ईन इति प्रत्ययं भवति. ईन अधि ईश्वर योगः ईन अधि ईश्वर दीन इति प्रातिपदिकं सिद्ध्यति. तदनन्तरं शुभुत्पत्ति भवति. पुल्लिङ्गमस्ति चेत् विसर्गः भवति, स्त्रीलिङ्गमस्ति चेत् दीर्घ आकारः भवति, नपुंसकलिङ्गमस्ति चेत् अम् आदेशः भवति, अम् प्रत्ययं विधीयते. ईदराधीनः ईश्वराधीना ईश्वराधीनम् अधिभू इति स्त्रीलिङ्गमस्ति कृत्वा ईश्वराधीना इति स्त्रीलिङ्गं भवति. आम् तथैव, केवलम् अर्थं अर्थं बोधयितुं दत्तमस्ति, वाक्यार्थं बोधयितुं. अधि इति शौण्डादिगणशब्दमस्ति, ईश्वर इति सप्तम्यन्तम्. अधि इति सप्तमी न सूचयति अत्र. यदि अधि सप्तमी यदि अधि सप्तमी अधिकरणार्थं सूचयति चेत् अव्ययभावसमासः एव भवति, न तु सप्तमी शौण्डय इति सूत्रेण. किन्तु अस्य अर्थः इति सप्तमी इण्डिकेशन् तत्र. अधि इति पदस्य बहूनि अर्थानि सन्ति. यदि अधिकरणार्थे भवति चेत् अव्ययं भवति, तत् अव्ययं विभक्तिसमीपसमृद्धि इति सूत्रेण अधिहरि इति भवति. किन्तु अत्र अधि इति शौण्डादिगणे शब्दमस्ति कृत्वा यत्र कुत्र स्वस्वामिसम्बन्धस्य सप्तम्यन्तं स्वामिनं सूचयति तत्र अधि इति शौण्डादिगणयोजनेन ईश्वरादीना स्वामित्वस्य बलत्वं भवति. अधिकरणार्थं नास्ति अत्र अधि इति स्वामी इति अर्थः. स्वामिन स्वामिशब्दस्य बलत्वं दर्शयितुं स्वामि कस्य अधीना भवति इति दर्शयितुं यथा रामाधीना अयोध्या, रामाधीना अयोध्या, रामाधीनः अयोध्या इति अस्ति. तत्र रामस्य रामस्य अधीने अस्ति अयोध्या इति दर्शयितुं रामे इति सप्तम्यन्तं पदम् अधि इति शौण्डादिगणे योजयित्वा रामादीनः इति भवति अथवा रामादीना रामादीनम्. अवगतं वा? अत्र अन्यत् उदाहरणमस्ति, तत् गीताञ्जलिभगिनी पठति वा? पठामि महोदय. पठतु भगिनि. द्वितीयम् अधिरामे भूः वा? आम् अस्तु. अधिरामे भूः रामाधीना भूः अधिरामे भूः. अत्र अत्रापि भूः सप्तम्यन्तं भूसप्तम्यन्तं नास्ति, भू प्रथमान्तं. क्षम्यतां, भू प्रथमान्तं, क्षम्यतां, रामे सप्तम्यन्तं रामाधीना भूः. अत्र किं किं दर्शयति? सप्तम्यन्तं योजयित्वा समास अस्ति चेत् भू यः स्वामी स्वामित्वं दर्शयति अत्र, इत्युक्ते द भू दट् इस् द भू दट् इस् लैक् द भू दट् इस् लैक् राम और् द राम इस् इस् द मास्टर्. अधि इत्युक्ते स्वस्वामी भाव अस्ति अत्र. राम इस् द अधि भूः इति रामाधीना भूः. अपि च ख स्थाने ईन् आयाति, एकम् अन्यसूत्रम् अस्ति तत्र आयने यी नी यः फढ खघां प्रत्ययादीनाम् इति सूत्रेण ख स्थाने ईय आदेश भवति चेत् ईन आदेश भवति चेत् रामाधीना भूः अधिरामे भूः इति निष्पन्नं भवति. सम्यक् अवगतं वा न भगिनि? आम् आं महोदय, किञ्चित् किञ्चित् अवगतम्. अत्र पश्यतु, राम स्वामी अस्ति भूः. भू इत्युक्ते भूतलं, तस्य अधीनं रामे रामस्य अधीने अस्ति इति कृत्वा राम स्वामी भू इति तस्य स्वभावमस्ति, रामस्य भूमि इति. अत्र रामे इति स्वामित्वं दर्शयितुं पूर्वसूत्रमस्ति यत्र यस्याधिक्यं यस्मादाधिक्यं यस्य च ईश्वरवचनं तत्र सप्तमी इति सूत्रेण उभयस्य सप्तमी भवितुम् अर्हति रा यदि अति रामे भू रामे भू अथवा भुवि रामः उभयरूपं साधु एव तस्य सूत्रस्य बलेन. किन्तु सप्तमीशौण्ड इति सूत्रस्य प्रसक्तिः यत्र कुत्रापि भवति तत्र स्वामिशब्दस्य सप्तम्यन्तपदम् एव स्वीकरोति इति कृत्वा रामे भू इति पदस्य इति वाक्यस्य बलेन अधि इति शौण्डादिगण पदं स्वीकृत्य अधि रामे भू इति व्यस्तप्रयोगं भवति. तदनन्तरम् अधिरामे इति शौण्डादिगणसूत्रस्य बलेन सप्तमी शौण्डे इति सूत्रेण अधिरामे इति समासं कृत् यत्र कुर्यते चेत् रामे इति सप्तम्यन्तमधि तत् प्रथमानिर्दिष्टं समास उपसर्जनं कृत्वा पूर्वपदं भवति अधि इति उत्तरपदं भवति इति कृत्वा राम योगः नियोगः अधि इति भवति. तदनन्तरं सुबोधादुप्रातिपदिको इति कृत्वा रामादीन इति रामादीन इति रामादि इति प्रातिपदिकं सिद्ध्यति. तदनन्तरं ख प्रत्ययं विधीयते तद्दिदान्तप्रत्ययं यत्र उत्तरपदम् अधि इति अस्ति कृत्वा ख प्रत्यय विधीयते. ख प्रत्ययस्य विधानानन्तरं ख इति प्रत्ययस्य ख वर्णस्य आदेशम् ईन् ईन् दीर्घ ईकार ईन् इति पद इति वर्णद्वयेन भवति कृत्वा ईन अकारान्तं योजयित्वा ईन इति तद्विदान्तप्रत्ययं योजयित्वा रामाधीन इति रूपं सिद्ध्यति रामाधीन. तदनन्तरं रामाधीन पुल्लिङ्गमस्ति चेत् रामाधीनः भवति स्त्रीलिङ्गमस्ति कृत्वा रामाधीना भवति नपुंसकलिङ्गे रामाधीनम् इति भवति. भू इति स्त्रीलिङ्गम् अस्ति कृत्वा रामाधीना इति स्त्रीलिङ्गस्य रूपमेव तत्र सिद्धयति. अवगतं वा? आम् महोदय अवगतं, धन्यवादः. ओके, अत्र अन्यत् उदाहरणमस्ति अधिराजनी प्रजाः. उषा भगिनी पठति वा? गोमती भगिनी पठतु. पठामि महोदय. अधिराजनी प्रजाः राजाधीनाः प्रजाः अधिराजनी प्रजाः इति व्यस्तरूपं. राजाधीनाः प्रजाः अत्र अर्थः स्पष्टमस्ति. तत्र समासः यदा भवति तदा अधिराजनी प्रजा इति अस्ति प्रथमम् अलौकिकपाग्रह विग्रहवाक्यम् अधि योग राजन् योग नि इति प्रजा अनन्तरं वयं योजयामः. केवलं समासं भवति अधि अपि राजन् शब्दस्य अधिराजनि इति वाक्ये अस्ति. राजनी इति समा सप्तमी निर्दिष्टपदम् अधि इति सप्तमी शौण्डैः इति सूत्रे उक्तं पदं तु सप्तमी शौण्डैः यद् पदम् उक्तम् अधि तत् पदं सप्तम्यन्तं पदेन समस्यते सप्तमी तत्पुरुषः भवति इति सप्तमी शौण्डैः सूत्रेण वयं जानीमः. अतः अधि योग राजन् योग नि इति अलौकिकविग्रहवाक्ये सुप्रत्ययस्य निष्कासनानन्तरं राजन् अधि योग राजन् इति भवति. अत्र सप्तमी निर्दिष्टं पदं राजन् श्रूयते न महोदय? उष्णभगिनी किम् उक्तम्? वदतु. अत्र अधि राजन् इति सुप्रत्ययस्य लुप्तानन्तरम्। अत्र राजन् इति पदं सप्तमीविभक्तौ निर्दिष्टं। सूत्रं वदति सप्तमीशौण्डैः, सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः राजन् इति पदं, राजन् इति शब्दः प्रथमम् आगच्छति। राजन् योगः अधि, राजन् उपसर्गेण भूत्वा पूर्वम् आगच्छति, राजन् योग अधि इति भवति। अत्र राजन् राजन् इति प्रातिपदिकमस्ति, पदमपि अस्ति, अतः तत्र प्रातिपदिक पदसंज्ञकः अस्ति। न लोपप्रातिपदिकान्तस्य इति एकं सूत्रम् अष्टमाध्याये अस्ति, त्रिपाद्यामस्ति, तत् सूत्रं राजन् अद्योग अधि, सोरि राजन् इति यथा पश्यति, राजन् इति पदमस्ति, प्रातिपदिकम् अस्ति इति न लोपः प्रातिपदिकान्तस्य सूत्रं जानाति, अतः तस्य नकारस्य लोपः भवति, राजयोगः अधि इति भवति। नौ राजयोगः अधि राजाधि इति भवति, राजाधि इति सवर्णदीर्घः, अकः सवर्णदीर्घः इति सूत्रेण भवति। परन्तु अत्र कुत्र अत्र दीर्घत्वं भवति वा इति प्रश्नः अस्ति, किमर्थं चेत् नलोपः प्रातिपदिकान्तस्य सूत्रं त्रिपाद्यामस्ति, पूर्वत्र सिद्धम् इति एकं सूत्रम् अधिकारसूत्रमस्ति, तत्तु अष्टमाध्याये द्वितीयपादे तृतीयपादे चतुर्थपादे सर्वत्र तस्य अधिकारः अस्ति, तस्य सूत्रस्य अधिकारत्वं तेन, यत् सपाद्याम् अस्ति तेषां कृते त्रिपाद्यां यत् कार्यं भवति त्रिपाद्यसूत्रैः, तत् कार्यम् असिद्धः अस्ति। इत्युक्ते सपादसप्ताध्यायाः सूत्राणि, त्रिपादसप्ताध्यायीसूत्राणि यानि कार्याणि कुर्वन्ति तत् न पश्यति। अतः अकः सवर्णदीर्घः इति तु षष्टाध्याये अस्ति, तो षष्टाध्यायसूत्रम् अष्टमाध्याये त्रिपादीसूत्रं पश्यति वा, पश्यति चेत् एव तत्र सकः सवर्णदीर्घः सन्धि भवति। तत्तु पूर्वत्र सिद्धम् इति सूत्रेण न द्रष्टुं शक्नोति, अतः दीर्घत्वं भवति वा इति प्रश्नः अस्ति। पठामि महोदय, अयं प्रश्नः उदेति चेत् न लोपः प्रातिपदिकान्तस्य इति सूत्रं त्रिपाद्यामस्ति, अतः तस्य कार्यानन्तरम् अकः सवर्णदीर्घः इति षष्टाध्यायस्य सूत्रस्य कार्यं कथं वा भवितुम् अर्हति, तदेव मया उक्तम् इदानीम्। अनन्तरम् अत्र पूर्वत्र सिद्धम् इति अधिकारेण न लोपप्रातिपदिकान्तस्य सूत्रस्य कार्यम् असिद्धम् अस्ति अकः सवर्णदीर्घसूत्रस्य कृते, अतः एवं चेत् कथम् अकः सवर्णदीर्घः इति सूत्रेण दीर्घत्वं भूत्वा राजाधि इति भवति। अस्माकं वाट् वि वाण्ट् इस् राजाधि, परन्तु अकः सवर्णदीर्घः तु न द्रष्टुं शक्नोति न लोपम्, अतः कथं भवति इति प्रश्नः अस्ति। समाधानं पठामि महोदय, एकनिमिषं महोदय, क्षम्यतां भगिनी, किञ्चित् अवगतं किन्तु पुनः स्मरणार्थं, किमर्थं नकार कथं नकारलोप जात, राजन् तु प्रातिपदिकम् अस्ति, क्षम्यतां महोदय, राजन् तु प्रातिपदिकं जानामि, रूपसिद्धं तत्र, तत् अवगतं वा, राजन् योगः अधि तु अवगतं, कथं नकारलोपः जातः, तदनन्तरं राजन् योगः अधि इति स्थिते न लोपो प्रातिपदिकान्तस्य इति अष्टमाध्यायस्य द्वितीयपादस्य सूत्रं कार्यं कृत्वा राजा योगः अति इति भवति. तदनन्तरं प्रश्न उदेति यदि त्रिपाद्यां सूत्रं कार्यं करोति तदनन्तरं षष्टाध्यायस्य अकसवर्णे दीर्घ कार्यं कर्तुं शक्यते वा न शक्यते. पूर्वत्र यदि स्वीकरोति चेत् अष्टमाध्याय त्रिपाद्यसूत्रविधानानन्तरं सप्तसप्ताध्यायस्य सूत्रं न कार्यं करोति साधारणतया. किन्तु इष्टरूपम् अस्ति राजादि इति कृत्वा अकसवर्णे दीर्घकार्यं कृत्वा राजादि इति एव भवति. किन्तु केन बलेन अकसवर्णे दीर्घस्य प्राप्तिः भवति त्रिपाद्यां यत् सूत्रं न लोपो प्रातिपदिकान्तस्य विधानानन्तरं कथं षष्टमाध्यायस्य सूत्रं कार्यं करोति तस्य कारणं किम् इति प्रश्ने सति तस्य उत्तरं प्रत्येकम् एकं सूत्रमस्ति इति कृत्वा वदति. अनन्तरं तत्र अवगतं वा महोदय? अत्र भगिन्याः प्रश्नम् अन्यः अस्ति. भगिनी पृष्टवती राजन् इति तु प्रातिपदिकं कथं तस्य पदसंज्ञा भवति? इदेव गीताञ्जलि भगिनी भवत्याः प्रश्नः न? आं भगिनी, राजन् अस्ति, कथं न लोप जातः, न लोप प्रातिपदिकान्तस्य प्रत्ययलोपे प्रत्ययलक्षणम् इति कृत्वा राजन्योगः ङी इति पदमस्ति न, राजन्योगः ङी अलौकिकविग्रहः अस्ति. सत्यं. यदि प्रत्ययलोपं कृतयति न लोपो प्रातिपदिकान्तस्य इति कृत्य प्रत्ययलोपानन्तरम् अपि प्रत्ययलोपे प्रत्ययलक्षणम् इति बलात् सूत्रबलात् प्रत्ययस्य पदस्य संज्ञा तिष्ठति एव. किन्तु कृत्तद्विधसमासाश्च इति सूत्रेण बलेन तस्य प्रातिपदिकसंज्ञा अपि अस्ति. नामद्वयमस्ति, संज्ञाद्वयं, प्रातिपदिकसंज्ञा कृत्तद्विधसमासाश्च इति सूत्रबलेन न लोपो प्रातिपदिकान्तस्य इति प्रत्ययलोपानन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रबलेन पदसंज्ञा अपि तिष्ठति इति कृत्वा न लोपे प्रातिपदिकान्तस्य लोपानन्तरम् अपि संज्ञा तिष्ठति. किन्तु कृत्तद्विधसमासान्तप्रत्यय अधिकारे अस्ति कृत्वा प्रत्ययस्य तस्य प्रातिपदिकसंज्ञा अपि अस्ति, संज्ञाद्वयं भवति. अवगतं वा अत्र? सि वेन् वेन् वेन् कृत् भगिनी न लोपः प्रातिपदिकान्तस्य इति सूत्रस्य कार्यं किम्? ऐ थिङ्क् शि इस् कन्फ्यूस्ड् वित् दट् वर्ड् because by the looks of it, it says na lo lopah na bhavati iti bhativa. It is nakarasya lopah, not na pratipadikantasya nakarasya lopah bhavati iti sutrartha asti. Oh, astu, adhuna avagatam. Ha ha ha. Ah, okay, okay. Samyatam. Dhanyavada bhagini. Ha ha, avagatam. Ha ha, na lo, nakara lopah. Nakarasya lopah. प्रातिपदिकान्तम् अस्ति, तत् प्रातिपदिकान्तम् अस्ति न राजन्. अस्तु अस्तु अस्तु, तस्य नकारस्य लोपः प्रातिपदिकान्तस्य. अवगतं, धन्यवादः महोदय. भगिनि गोमती भगिनी अग्रिमं पठतु. आम् आं महोदय, समाधानम् समाधानम् अत्र एकं नूतनं सूत्रं ज्ञातव्यं भवति. न लोपः सुप् स्वर संज्ञा तुग् विधिषु कृति इति तत् सूत्रमपि अष्टाध्यायस्य द्वितीयपादस्य सूत्रं. न लोपः सुप् स्वर संज्ञा तुग् विधिषु कृति, नकारलोपः केवलं सुप् विधौ स्वरविधौ संज्ञाविधौ तथा क कृते तु विधौ एव असिद्धः अस्ति न अन्यत्र स्वपुविधे नाम स्वप्रत्ययस्य स्थाने उत स्वप्रत्यये परे जायमानविधे एतादृशस्य विधेः कृते न लोपः प्रातिपदिकान्तस्य इत्यनेन कृतः नकारलोपः असिद्धः भवति स्वरविधिः नाम येन विधिना स्वरस्य उदात्तत्वम् अनुदात्तत्वं स्वरितत्वं निर्णीयते सः विधिः एतादृशस्य विधेः कृते न लोपः प्रातिपदिकान्तस्य इत्यनेन कृतः न लोपः नकारलोपः असिद्धः भवति संज्ञाविधिः नाम संज्ञासूत्राणि इत्यर्थः संज्ञासूत्राणां कृते न लोपः प्रातिपदिकान्तस्य इत्यनेन कृतः नकारलोपः असिद्धः भवति कृन्निमित्तः तु विधिः इत्यत्र ह्रस्वस्य पीति कृति तुक् इति सूत्रेण उक्तः तुगागमः इत्यर्थः अनेन तुगागमस्य कृते न लोपः प्रातिपदिकान्तस्य इत्यनेन कृतः नकारलोपः असिद्धः भवति सुविधिः स्वरविधिः संज्ञाविधिः कृतितु विधिः इत्येतान् विहाय अन्यत्र सर्वत्र न लोपः प्रातिपदिकान्तस्य इति सूत्रस्य कार्यम् असिद्धं न भवति पूर्वत्र पूर्वत्रिपादिसूत्रं प्रति वा सपादसप्ताध्यायीं प्रति इदं सूत्रं पूर्वत्र सिद्धम् इति सूत्रस्य नियमनं करोति येन सपादसप्ताध्यायी स्थानी सूत्राणि प्रति वा पूर्वत्रिपादी स्थाने सूत्राणि प्रति वा नकारलोपः असिद्धः भवति केवलं सुबविधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च अन्यत्र इति नस्य लोपो न लोपः षष्टि तत्पुरुषः सुप् च स्वरश्च संज्ञा च तुक् च तेषाम् इतरेतरद्वन्द्वः सुप् स्वरसंज्ञा तुकः तेषां विषयः सुप् स्वरसंज्ञा तु विधयः षष्टितत्पुरुषः तेषु सुप् स्वरसंज्ञा तु विधिषु न लोपः प्रथमान्तं सुप् स्वरसंज्ञा तु विधिषु सप्तम्यन्तं कृतिसप्तम्यन्तं त्रिपदमिदं सूत्रं पूर्वत्रासिद्धम् इत्यस्मात् असिद्धम् इति पदस्य लिङ्गपरिमाणं कृत्वा असिद्धः इति अनुवृत्तिः भवति अनुवृत्तिसहितसूत्रं न लोपः सुप् स्वरसंज्ञा तु विधिषु कृति असिद्धः अत्र एतस्मिन् परिच्छेदे बहूनि कार्याणि विस्तरेण उक्तं न लोप सुप् स्वरसंज्ञा तु विधिषु कृति इति सूत्रस्य कृते न लोप सुप् स्वरसंज्ञा तु विधिषु सूत्रम् अष्टमाध्यायस्य द्वितीयपादस्य द्वितीयं सूत्रम् पूर्वत्रासिद्धम् इत्यस्य जस्ट् आफ्टर् दट् दिस् सूत्रं कम्स् नौ पूर्वत्र सी वाट् ऐ हेव् अण्डर्स्टुड् ऐ एम् एक्स्प्लेनिङ्ग् पूर्वत्रासिद्धम् इति सूत्रस्य अधिकारः द्वितीयतृतीयचतुर्थ अध्यायेषु भवति तद् एकं सामान्यसूत्रम् इव अधिकारसूत्रमेव तस्य अधिकारेण सपादसध्यायां सप्ताध्यायां सूत्राणि त्रिपाद्यां येन यानि कार्याणि भवन्ति तेन कार्यं न जानन्ति नौ तस्य अनन्तरं यत् दिस् सूत्रं सूत्रं सुप् महोदय केन् यु जस्ट् रीड् सोरि न लोपः सुप्स्वरसंज्ञा तु विधिषु कृति इति सूत्रं पूर्वत्र सिद्धम् इति सूत्रस्य नियमसूत्रमस्ति पूर्वत्र सिद्धम् इति जनरल् अधिकारसूत्रं तस्य कार्यक्षेत्रं न लोपः सुप्स्वरसंज्ञा तु विधिषु कृति इति सूत्रं नियमयति इत्युक्ते कार्यक्षेत्रस्य लघ्वीकरणं भवति अत्र एतत्सूत्रेण एतसूत्रेण उक्तं न लोपः भवति सुप् विधिः अस्ति चेत् स्वरविधिः अस्ति अथवा संज्ञाविधिः अस्ति अथवा कृत् तुक् विधिः अस्ति चेत् एव न लोपः एतानि विधीनां कृते न भवति इत्युक्ते न लोपः प्रातिपदिकान्तस्य सूत्रस्य कार्यम् अनन्तरं भवति. न लोपप्रातिपदिकान्तस्य कार्यं यत् तत् पूर्वसूत्रम्. पूर्वसूत्रं किमपि अस्तु अष्टाध्याय्यां द्वितीयपादे, फार् एक्साम्पल् 3, 4, 5, 6 एतत् सूत्राणि न पश्यति. न लोपः प्रातिपदिकान्तस्य सूत्रं पूर्वोत्तरसिद्धम् इत्यस्य अधिकारे अस्ति, अतः पूर्वसूत्रं 3, 4, 5, 6 एतत् कार्यं न पश्यति. सपादसप्ताध्यायीसूत्राणि अपि एतत् न लोपकार्यं न पश्यति इति एव पूर्वोत्तरसिद्धम् इति सूत्रेण उक्तम्. अत्र एतत् नियमसूत्रेण यथा वयं केवलम् अधि सोरि राजयोग अधि इदेव अस्माभिः पुरतः अस्ति. राजन् योगः अधि, राजन् नकारस्य लोपः भवति, न लोपः प्रातिपदिकान्तस्य, तत् कार्यं तु भवति एव. किमर्थं चेत् न लोपप्रातिपदिकान्तस्य इति अष्टाध्याय्याः सूत्र प्रपाद्याः सूत्रं पूर्वं यत्किमपि भवति तत्सर्वं पश्यति, अतः तस्य पुरतः राजन् योगः अधि अस्ति, नकारलोपः भवति एव. तो राजयोग अधि इति अस्ति. नौ अधि इति एकं शब्दः पदम् एव अस्ति, तत्तु सुप् नास्ति, संज्ञाविधि विधौ न भवति, तुक् विधि विध तुक् नास्ति, कृत् नास्ति, अतः तस्य कृते ये न लोपः दृश्यते. तत् अकः सवर्णदीर्घः इति सूत्रं तु षष्टाध्याये अस्ति. षष्टाध्याये सूत्रस्य कृते आक्चुलि न लोपः प्रातिपदिकस्य प्रातिपदिकान्तस्य कार्यं न तत्सूत्रं न पश्यति एव. सपादसप्त्याध्याय्यां यानि यानि सूत्राणि सन्ति ते सर्वे राजन् इति यत्र नकारलोपः भवति न लोपप्रातिपदिकान्तस्य सूत्रेण तत् कार्यं न पश्यति. परन्तु अत्र नियमसूत्रेण यत् कार्यं सुप् विधि नास्ति, स्वरविधि नास्ति, संज्ञाविधि नास्ति, कृप् तुप् विधि नास्ति, तानि कार्याणि सपादसप्ताध्यायसूत्रं पश्यन्ति एव. अतः अकः सवर्णदीर्घः इति षष्टाध्यायस्य सूत्रं न लोपं पश्यति, तस्य पुरतः केवलं राजयोग अधि एव अस्ति. न लोपस्य कार्यम् अकः सवर्णदीर्घस्य कृते प्राप्तम् अस्ति, सिद्धम् अस्ति, असिद्धः नास्ति, अतः राजाधीन इति प्रातिपदिकं भवति. इदेव मया अवगतं महोदय. ओके, ऐल् एक्स्प्लेन् दिस् इन् ए वित् द सूत्रास् इन् द इन् द फ्रेण्ड्. ओके, गीताञ्जलि भगिनी, नौ गीताञ्जलि भगिनी, उमा भगिनी, बोथ् आफ् यू लुक् हियर्. See, in the, this is where the Tripadi is starting from 8 to onwards. The first sutra is Purvatra Siddham. Then comes the second sutra, Na Lopaha Sup Swara Sampnya Vidishu Kriti. Then Na Lopa Pratipadikandasya comes at the seventh one. Now, as per the rule, the sutra should proceed only linearly from Tripadi, from 2, 1, 3, 4, 5, 6, 7, 8, like that. So what happens? Nalopa Pratipadikandasya is not affected by Nalopas Subswara Vidishu. So what happens is that Nalopa Pratipadikandasya can have work where it is applicable. So in the Rajan Yoga Hadi, the Nalopa Pratipadikandasya is working. But why should that it work, and after that why can it go back to Akasavarne Dirga, which is in the Shashtamadhyaya, sixth chapter? the reason why it can go back to sixth chapter is because of this particular sutra. Na lopaha supswara sampnya vidhi vidishkriti. Now if we say that for this sutra na lopa pratipadikandasya is not visible because this is a parasutram, then the same rule is applicable for purvatra siddham also. The purvatra siddham is not seeing this sutra, subsequent sutra, which is na lopa supswara sampnya vidishu. So the purvatra siddham itself becomes asiddham in the subsequent ways. That is not the case when it comes to a niyama sutra, because purvatra siddham is a niyama sutra. Same way this nalopa supswara sapna is also a niyama sutra, where it defines that in the case of sup swara sampnya and tup vidhi kriti, in these areas nalopa will not happen is defined in the beginning itself, so that nalopa pradipadikandasya is made less effective in the areas which it has mentioned. It has got effect only in the other areas. Because of this niyama, even though the same niyama is applicable purvatra siddham also. What does purvatra siddham ji? Purva atra siddham. That means anything beyond this, before this, that is sapada saptadhyayi, is asiddha in this case. That means once this is applied, you can't go back. But that is also not, it is saying this, it is the Niyama Sutra. This Niyama of Purvatra Siddham is, you know, ordained by or restricted by the subsequent Sutra, Na Lopa Supswara Saravitna Vidishu. Because of this, in this refined areas of this thing, Na Lopa is not asiddham in the other, in these areas. Whereas in all other areas, it can be asiddham. That is why in the sup vidana karendra, dajan yogaha, iti tatra, na lopa pradikrita. Yes, actually, other way around. Na lopa iti asiddham bhavati, tatra. Subvidhi, swaravidhi, sabnyavidhi, krithukhividhi, ityevan vihaya. Anyatra sarvatra, na lopa swaradikandhyase, sukari siddham, asiddham na bhavati. What does this say? Tamla Bhagini, from here you read it. Subvidhi. Yes. Subvidhi, Swaravidhi, Sangyavidhi, Kriti Tukvidhi. Where did it go? Yes. Kriti Itetan Vihaya, Anyatra Sarvatra, Na Lopaha Pradipadikantasya. इति सूत्रस्य कार्यम् असिद्धं न भवति पूर्वत्र पूर्वत्पादिसूत्रं प्रति वा सपादसप्ताध्यायीं प्रति. अतः यदा सुक् विधौ स्वर्विधौ संज्ञाविधौ अपि च कृति सुक् विधि इत्युक्ते ह्रस्वस्य कृतिपिति तु इति स्थितौ यदा न लोपः भवति न लोप प्रातिपदिकांशस्य इति सूत्रेण तदनन्तरं त्रिपादी पूर्वत्रिपादी अपि च अनन्तरं यत् त्रिपादि सूत्राः सन्ति तेषां कृते च नै पूर्वं ये अस्ति अपि च सपादसप्तादयान् प्रति स न लोपः असिद्धमस्ति तद्विहाय यत्र भवति यथा इदानीं समासप्रकरणे यदा अस्माकं न लोपः जातः तत्र तु सुप्विधि नास्ति स्वरविधि नास्ति संज्ञाविधि नास्ति अपि च कृत्विधि अपि नास्ति अतः न लोपः प्रातिपदिकान्तस्य इति सूत्रस्य न लोपः असिद्धं न भवति इत्युक्ते अकः सवर्णे दीर्घस्य कृते तत्र नकार न दृश्यते राजायोगः अधि राजाधि भवति इदं सूत्रं पूर्वत्र असिद्धम् इति सूत्रस्य नियमनं करोति आम् इदं सूत्रं पूर्वत्रासिद्धम् इति सूत्रस्य नियमनं करोति येन सपादसप्ताध्यायीस्थानि सूत्राणि प्रति वा पूर्वत्रिपादीस्थानि सूत्राणि प्रति वा नकारलोपः असिद्ध भवति केवलं सुद्विधौ स्वरविधौ संज्ञाविधौ कृतितुग्विधौ च न अन्यत्र इति अन्यत्र अन्यस्थित्यां न लोप सपादसप्ताध्यायिसूत्रैः दृश्यते एव. पूर्वत्र सिद्धम् इति अधिकारसूत्रं तस्य नियमनं एतत् सूत्रं न लोपः सुप्स्वरसंज्ञा तु विधिषु कृति करोति. एतत् नियमसूत्रस्य अधिकारः अष्टाध्याय्यां त्रिपाद्यां सर्वत्र अस्ति. यत्र यत्र पूर्वतः सिद्धम् आगच्छति तत्र तत्र एतत् सूत्रमपि आगच्छति नियमन कृते इति. संशयः अस्ति वा? उषा भगिनी अवगतं वा? Can you explain it? आं महोदय. राजन् योगः आदि इति स्थिते राजाति इति विवक्षा भवति. राजन् योगः आदि इति स्थिते न लोपप्रातिपदिकान्तस्य इत्यनेन नलोपः भवति. राजन् इत्यत्र अन्त्यनकारः लोपः भवति. राजयोगः अति राजाति भवति. तत्र प्रश्नः उदेति अकस्सवर्णे दीर्घः इति कार्यं कर्तुं कथं सिद्ध्यति इति. नलोपप्रातिपदिकान्तस्य इति सूत्रम् अष्टम अध्याये त्रिपाद्याम् अस्ति. त्रिपाद्यस्य कार्यम् अनन्तरं नलोपप्रातिपदिकान्तस्य इत्यस्य कार्यम् अकस्सवर्णे दीर्घः इति सपादशब्दाध्यायीं प्रति अस्ति. सपादशब्दाध्यायीं सूत्रः कथं कार्यं कर्तुं शक्नोति इति. फर् देट् वट् इस् दट् नलोपः सुप्स्वरसंज्ञा तुक् विदिषु कृति इति सूत्रम् उत्तरं ददाति. पूर्वत्र सिद्धम् इति अधिकारसूत्रं त्रिपाद्याम् अस्ति. पूर्वत्र सिद्धं परसूत्रं नलोपसुप्स्वरसंज्ञा तुक् विदिषु कृति इति सूत्रम् अस्ति. नलोपसुप्स्वरसंज्ञा तुक् विदिषु कृति इति सूत्रं नलोपकार्यं सुप् विधि स्वरविधि संज्ञाविधि सुप्स्वरसंज्ञा तुक् विधि कृति तुक् विधि इति चत्वारि स्थले नलोपः असिद्धः भवति. अन्यत्र सर्वत्र नलोपः सिद्धमेव इति नियमनं करोति. तत्कारणात् राजयोगः आदि इति स्थिते अकस्सवर्णदीर्घः इति सूत्रं ईवन्दो इति सिन्ना सपादशब्दाध्यायी इत् कार्यं न बाधयति न अब्स्ट्रक्टेड्. गीताञ्जलिभगिनी अवगतं वा? अस्तु महोदय, अहम् इति अवगतं. प्रश्नः तु अवगतं सर्वे. इत्युक्ते कथं वा आकसवर्णे दीर्घ आयाति एव प्रसक्तिः एव. न लोपः सुप्स्वरसंज्ञा तु विधिषु कृति भवान् उक्तवान् तत् इति नियमसूत्रमस्ति. नियमसूत्रं तु प्रचलति एव, किन्तु इति मम भ्रम इत्युक्ते न लोपः सुप् स्वरसंज्ञा तुक् विधिषु कृति अपि च सप्तमं सूत्रमस्ति न लोपः प्रातिपदिकान्तस्य. इत्युक्ते तत्र तु सुप् वा स्वर वा स्वरसंज्ञा वा तुक् विधि वा न कार लोपः जातः. सप्तमं सूत्रं वदति प्रातिपदिकान्तस्य अपि न लोपः जातः, इत्युक्ते तदपि नियमं बृहत् करोति इति वा. See what I'll explain in English in the sense that पूर्वत्र सिद्धम् इस् अधिकारसूत्रं. वर्ट् इट् से दट् पूर्व अत्र असिद्धं मीन्स् सपादै सूत्रस् आर् असिद्धं वन्स् द त्रिपादि सूत्रम्स् आर् अप्लैड्. तदवगतं वा? आम् आम्. ओके, नौ राजन्योगः अति इस् द सिचुवेशन् वी हेव् इन् हेण्ड्. सो न लोप प्रातिपदिकान्तस्य इति सूत्रबलात् न लोप is applied, therefore you get raja yoga adi. Now na lopa pratipadikandasya is a saptama sutra. After that can a sapada saptadhyayi sutra vijisaka savarne dirgha can be applied or not is a question. For that question, even though it is says purvatra siddham that sapada saptadhyayi once the napalopa pratikandasya is applied, you cannot go back to the sapada saptadhyayi to apply a sutra, is removed by na lopa sup swara sapnyadi tikvishu idi ee sutra balat. Why does it this sutra say that as far as nakara lopa is concerned in the case of sup swara sapnya evan tuk vidanam, in those cases if it is that na lopa is happening, this purvatra siddham, which is an adhikaram which is prohibiting you to go back to sapada sapadhyayi, is removed only in the case of supvidhi swaravidhi sapnyavidhi and tukvidhi. Anyatra sarvatra na lopa pratipadikanta bhavati che purva, you cannot go back to sapada sapadhyayi. Only if it is a supvidhi swaravidhi sapnyavidhi and tukvidhi you can go back to sapada satyayi and apply a sutra from that. And so, na lopa pratipadikantasya is just one more addition onto the list of subvidhi, sanyavidhi, tukvidhi, and now pratipadikam also you can go back to saptadhyayi. For the subvidhi only na lopa is happening, no? In the pratipadikanta sense, na lopa is happening for what? For subvidhi. You are making a subandham. So, pratikata avasthayam eva nakarasya lopa bhavati. Tadanandaram subandham subvidhanam bhavati. So, for the subvidhi, if you are doing on a nakara lopa on a pratipadika, in that case, after nakara lopa also, you can go back to sapada saptadhyayi to do akasavarne dirgha. Then why the necessity for this sutra na lopa pratipadikantasya? Because rajan yoga tatra nakarasya lopam avashyam. No, but na lopa sup swara sanyatu vidhishu kriti iti eva karoti tatkaryam. That is what is... विधिसूत्रं नास्ति, नियमसूत्रमस्ति इति विधिसूत्रमस्ति इति वा? न लोप प्रातिपदिकस्य इति विधिसूत्रमस्ति. किन्तु न लोप सुप् स्वर संज्ञा तुक् विधि सुकृति इति that niyama says na lopa in the case of sup vidhi swara vidhi sapnya vidhi tuk vidhi, the na lopa even though it is in the sapada saptadhyayi, in these cases of supvidhi swaravidhi etc, even though nalopa pratipadikandase ita satripadi sutram asti chetapi purvatra siddhasya effect on the nalopa pratipadikandase is removed temporarily for these areas, then it is treated as good as it is a unrestricted movement both forward and backward. Okay. In the case of nalopa. So if this is the case, then for sanya vidhi and tuk vidhi also, they will need another vidhi sutram. No, in that case, swarabhiti, where the swarabhiti is happening, if there is a nalopa takes place, and that after the swarabhiti is applied, then you have to apply a sapada saptadhyayi sutra. It can happen because of this niyama sutra. Swapsura satnya vidishu kriti nalopahait. That is the asiddhatvam. Purvatra siddhatva asiddhatvam karavati. See, purvatra siddham is purva atra siddham into the tripati. That asiddhatvam is temporarily removed in the case of nalopa, where it is sup, swara, tuk, sabjnya. So asiddhatva asiddham karavati. Asiddhatvam bhavati purvatra siddham in sutrasya. Purvatra siddhatva asiddhatvam is again asiddham bhavati in the events of nalopa for these cases. Mm-hmm. It makes an exceptional rule. Yes, niyama rule sutra. Therefore, this is called a niyama sutra. Niyama sutra. Kintu nalopa pratipadikantasya allows, is the vidhi sutram, therefore it allows the karyam to happen. Yes. And that's why it is written as a sutra. That's why it is given in Panini Ashtadhyayi. So if for sup we need another vidhi sutram like nalopa pratipadikantasya, then for sanya and for tuk vidhi also they'll need a vidhi sutram, va? Yes, they will need another sutram which is in the sapada saptadhyayi. So it can be anywhere, but it will be there. It can be anywhere. It can be in the whole Ashtadhyayi, because purvatra siddhasya asiddhatvam temporarily removed by this sutra only in the case of nalopa pratipadikantasya, where the pratipadikasya bhavati. Now suppose if nalopa pratipadikantasya, instead of assume that there is a nalopa for the tuk vidhi, which is in the tripadi, even in that case after the tuk vidhi, then you have, you know, tuk vidhanandaram parasavarna vidhi bhavati na. Right, so that has to happen, parasavarna vidhi, takarasya nakara bhavati na. Actually, Mahoday, if you look at the ashtadhyayi.com 822, nalopa swara sanghyatu vidhi shukriti, the examples make it very clear. Yeah, here. One is that nakarasya sukvidhi. Yeah, can you explain this, Bhagini? So, you have rajan plus dhyam for tritiya dvivachanam. There you have the nalopa pratipadikantasya. So it is raja plus dhyam. Now here, you would have had supicha apply on it because it is an adantanga, raja, right? Raja plus dhyam, ja is, there is an a. So it should have become rajabhyam. But the nalopa is asiddha here because it is supvidhi, right? It is happening with supratyas. So supicha does not see raja plus dhyam, supicha sees rajan plus dhyam. So it leaves it, and that is why we get raja dhyam. Same happens to your rajan plus bhis. So here also ato bhis ais should have applied. We get rikshaihi, ramaihi, etc. Right? For tritiya bahuvachanam. So this should also have been rajaihi, because the nakara has gone away. Now you have raja plus this, and you have adantanga here, raja. So it should have been raja plus ais. But for ato bhis ais, the na lopa is asiddha. It does not see the nakara lopa. So it still sees rajan plus this, and therefore we get raja bhihi. If I can add, if you have raja yoga, rajan yoga ashwa, tatra api nakara lobha bhutva raja yoga ashwa bhavati. प्रथमं भवति एव, परन्तु तत्र अकः सवर्णे दीर्घः इत्यस्य प्रसक्तिः शुड् नाट् बि देर् अकार्डिङ्ग् टु पूर्वतनसिद्धं, बट् राजाश्व इति शुद्धं रूपम्. अत्र स्वप् विधिः नास्ति. यदा भवती उक्तवती भ्यां भिस् एते वेन् दे कम् दे आर् आल् अण्डर् स्वप् विधि, परन्तु अश्व इस् नाट् अण्डर् स्वप् विधि और् संज्ञाविधि और् तुक् विधि और् स्वरविधि. अतः तदेव केवलमेकं शब्दः और् पदम् अस्ति. अतः तत्र अकः सवर्णदीर्घः इति सूत्रं राजन् योगः अश्व अत्र यत् लोपं हेपन् देट् इट् सीस् सो इट् गिव्स् राजाश्वः इति दीर्घं. राजन् योगः भ्याम् अत्र भ्यां सीस् नकारः इट् ब्लाक्स् दि सुपीचा सूत्रस्य कार्यम्. अतः पोटवयुस राजभ्याम् एव राजाश्वः एव इन् दि सेकेण्ड् कार्यं. यदा स्वप् विधिः भवति तदा तत् न लोपः न पश्यति. एक्चुलि इट् इस् नाट् वेरि डिफिकल्ट् बट् इट् दिस् असिद्धं सिद्धम् एतत् फोर् एक्साम्पल्स् फार् ईच् आफ़् दीस् द सुप् विधि स्वर् विधि संज्ञाविधि एण्ड् तुक् विधि एण्ड् आल् द फोर् एक्साम्पल्स् आर् गिवन् हियर् इट्स् बिकास् वी हव् नाट् कम् अक्रास् देम् वी फैण्ड् इट् डिफिकल्ट् right but whether the na lopa is seen by the sapada saptadhyayi sutra or it is not seen, that is the question. So it is the na lopa is not seen, that is the sutra will see that there is still a na when it is not a sup swar sangya tuk vidhi. At that time it will see that there is no nakara, but in these four cases it will see there is a nakara. So here you have your Raja Uvacha, that is or Raja Uvacha, Dasharma, etc. Here we have the case where the Nalopa is Siddha, as in the Sutra sees that there is no Nakara. Uma Bhagini Avagadamba? Raja. Can't hear you. Rajan Purvoga Varato. Simply remember this, that this Nalopa Sup Swara Samnya Vidishu is removing the restriction of Purvatra Siddham in the case of Nalopa. That is why we are able to apply Akasavarni Dirgha. We don't have to get into the Siddham, Asiddham and all those details. For the simple thing is that Nalopa Pratipadikandasya is Ashtadhyayi Sutram, Sapadhyayi Sutram. After that we are not supposed to apply Akasavarni Dirgha. But we can apply Akasavarna Dirgha because Nalopa Sup Swara Sampnya Vidishu is a sutram which is removing the restriction, that's all. Okay. So Nakaraka Lopam Bhavati, Sadanantaram, when you add Raja, Raja, Lata, Raja Yoga, Raja Yoga Adi, Raja Adi. Akasavarni Dirgha, no? So you get this Rajadi as the final form. Then Rajadi Yogaha Kha, then Kha becomes Ina, then Rajadina, then Rajadinaha, Rajadina, Rajadinam. Rupatraya. Okay. Then we have one more thing which we have to sing, Antar Shabdasya. But Rohini Bhagini Padati Va? Antar Iti Shabdaha Abhyayam Asti. Antar Iti Shabdaha Abhyayam Asti. अन्तर् इति शब्दः तु अधिकरणप्रधाने एव पठ्यते. अन्तर् इति शब्दस्य अधिकरण अधिकरणकत्वमात्रे तु विभक्त्यर्थे नियमव्ययीभावः नित्यमव्ययी क्षम्यतां नित्यमव्ययीभावः. अन्तर् इत्यस्य प्रयोगे तत् सामानाधिकरणीयमेव सप्तम्या कारणं वने इति मध्ये अन्तर्वनं वसति इति पूर्वपदार्थप्रधान्ये तु विभक्त्यर्थे यदव्ययम् अव्ययं विभक्तिसमीप समृद्धि वृद्धि अर्थाभाव अत्यय असमृद्धि शब्दप्रादुर्भाव पश्चात् यदा आनुपूर्व्य यौगपद्यसादृश्यसम्पत्ति साकल्य अन्तवचनेषु इत्यनेन अव्ययीभावसमासः एव भवति. अन्तर् इति शब्दः यदा अधिकरणप्रधानः भवति तदा अव्ययीभावसमासः भवति. यदा वने इति अन्तर्वनम् इन् द मिडल् आफ़् द फारेस्ट् इति अव्ययीभावसमासः विभक्त्यर्थे भवति. रामः अन्तर्वने अन्तर्वनं वसति इति वाक्ये अधिकरणस्य प्राधान्यं यतोहि अधिकरणार्थे अन्तर्वनम् इति समासः निष्पन्नः अस्ति. अतः अन्तर्वनम् इति समासे अन्तर् इति शब्दः अधिकरणमात्रवृत्तिः इति वक्तुं शक्यते. अत्र उच्यते अन्तर् इति शब्दः अव्ययम् अपि अस्ति. अन्तर् इति शब्दः अधिकरणप्राधान्ये पठ्यते चेत् तत्र अव्ययीभावसमासः भवति, अन्तर्वनम् इति समासः भवति. अग्रिमं पठतु. अदि अदि अन्तर् इति अन्तर् इति शौण्डादिगणशब्दम् अपि अस्ति. यदि अन्तर् इति शब्दस्य योगे अवयविनः आधारितविवक्षायां सप्तमी भवति यदा वृक्षे शाखा इति वने अन्धः अन्तः वनान्धः वनप्रदेशः इति सप्तमी तत्पुरुषसमासः विकल्पेन वने अन्धः इत्यपि भवति. यथा रम्यः वनान्धः वनप्रदेशः फारेस्ट् वनप्रदेशः रमणीयः इति अर्थः. वने अन्धः इत्यत्र वनान्धः इति अधिकरणार्थे नास्ति. वनान्धः इत्युक्ते वनप्रदेशः इति अर्थः, अधिकरणार्थे नास्ति. यत्र अन्तरे इति आधेयप्रधानः तत्र तत्पुरुषसमासः, यत्र अन्तर् इति अधिकरणप्रधानः तत्र अव्ययीभावसमासः. उच्यते अन्तर् इति शब्दः सौन्दादिगणे अपि पाठितः अस्ति. अत्र आधेयप्रधानः इति उच्यते. यदा आधेयप्रधानः अस्ति तत् शब्दः सप्तमी शौण्डैः इति सूत्रेण तत्पुरुषसमासः भवति. तत्र वने अन्धः वनान्धः इति भवति. उभयोः भेदं किम् इति अवगतं वा? अधिकरणप्रधान आदेयप्रधान अधिकरणप्रधान चेत् तत्र अव्ययम् इति उच्यते. अव्ययीभावसमासः भवति. यदा आदेयप्रधानः वने अन्तः इति उदाहरणं दीयते. अत्र आदेयप्रधानः अस्ति वनस्य अन्तर्भागे इति उच्यते. तत्र आदेयप्रधानः इति तत्र सत्पुरुषसमासः भवति सप्तमी शौण्डैः इति सूत्रेण. अत्र उभयोः यत् पृथक्तं किम् अस्ति इति कृत्वा अन्तर्वने इति अव्ययीभावसमासे अधिकरणप्रधानम् अस्ति. अन्तर्वनम् इत्युक्ते वनस्य मध्यभागे इति अर्थं भवति अन्तर्वने इति. यदि वनान्तः इति भवति चेत् वनस्य उपरि रम्यत्वं दृश्यते, वनस्य रम्यत्वं दृश्यते इति आधेयं भवति. द डिफरेन्स् बिट्वीन् द टू इस् वन् इस् अन्दर् वनम् मीन्स् इन् द मिडिल् आफ् द फारेस्ट् वेर् एस् वनान्धाय मीन्स् द एन्टैर् वन बिकम्स् अ बेक्ग्रौण्ड् आन् विच् यू केन् एट्रिब्यूट् सम्थिङ्ग्. वनान्धः हरिदा दृश्यते वेन् यू से दट् द होल् फारेस्ट् इस् लुकिङ्ग् ग्रीन्. So there you are not going inside the forest into a thing. It is an adheyam. The greenery is superimposed on the vana. So in that case you say vanandaha. Whereas it is, suppose if there is a vanande, andar vanam parvadam asti. So in that case, in the middle of the forest there is a parvadam. That type of a usage you will get andar vanam. So that is the andar vanam and vananda, that the both of the word differences. One is adhikarana pradana. Adhikarana means for the parvada, the vana has become the adhikaranam, there you get andar vanam. Whereas the greenery is on the top is superimposed on the vana, there you say that harita vananta. That is the difference between the two. Adi avagamam. The difference is andar vanam is that where you know that it is inside the vanam. Where you say vanandam, it is the vanam is seen from outside, not inside the vanam. It is superimposing on the anam. Suppose if it is you want to put greenery on the, or ramya, the is beautiful, ramya vanantam. So when you say ramya vanantam, the ramyatvam is adheyam, adikriyate vane. That is the difference between the two. This is a very simple sub. Next sutra we can just go through. Usha Bhagini, padati ma? Ammodya. Siddha Shushka Pakva Bandhaischa. Siddha Shushka Pakva Bandha Pakva Bandha Ityetaihi Saha Saptamiyantam Patam Samasyate Tat Purushascha Samasaha Bhavati. Asmin sutre e shabdaha uktaha te शौण्डादिगणे न सन्ति इत्यतः एव इदं सूत्रं कृतं पाणिनिना. सिद्धश्च शुष्कश्च पक्वश्च बन्धश्च तेषाम् इतरेतरयोगद्वन्द्वः सिद्धशुष्कपक्वबन्धाः तैः सिद्धशुष्कपक्वबन्धास्तैः तृतीयान्तं च अव्ययम्. सुपामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कडारासमासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सः सुपा इत्यस्य अधिकारः. अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति. सप्तमी शौण्डैः इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनुवृत्तिः. विभाषा इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः सह विभाषा तत्पुरुषः समासः. अनुवृत्तिसहितसूत्रं सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः. सप्तमी सुप् सप्तमी अन्तं पदं सिद्धशुष्कपक्वबन्धैश्च इति शब्दादि सह विभाष तत्पुरुषसमासः भवति. सिद्धशुष्कपक्व बन्ध इति शौण्डादिगणे न अस्ति, तत्कारणात् इदं सूत्रं कृतं. सप्तमी शौण्डैः इति सूत्रेण सप्तमी इति आगच्छति, प्रथमा विभक्तौ अस्ति, तत्कारणात् सप्तमी अन्तं पदम् उपसर्जनं भवति. सिद्धशुष्कपक्वबन्ध इति उत्तरपदम् अस्ति. उदाहरणमेव पठतु. यथा साङ्काश्ये सिद्धः, साङ्काश्ये सिद्धः, accomplished, attained. Sankashya siddhaha. Sankashye utpannaha. Sankashye siddhaha. Sankashya yogaha ni yogaha. Siddha yogaha su. Sankashye. Why sankashye? Sankashya Siddha means it is available in the city. Yeah. It is available in the city, that's all. Okay. Oh, I thought they reached, somebody reached the city of Kashi, that's what I thought. No. Okay. Sankashya Siddha, Sankashya Utpanna. Okay. साङ्काश्ये सिद्धः साङ्काश्ययोगः ङि सप्तमी विभक्ति प्रत्ययः साङ्काश्ययोगः ङि योगः सिद्धयोगः सु प्रथमा विभक्तौ सो साङ्काश्ययोगः ङि योगः सिद्धयोगः सु काम्पिल्ये देश देशविशेषः काम्पिल्ये सिद्धः काम्पल्यं काम्पल्यम् इति देशस्य नाम काम्पिल्ये या सिद्धः काम्पिल्यसिद्धः काम्पिल्ये सिद्धः इति व्यस्तप्रयोगम् अस्ति विभाषा कारणेन आतपे शुष्कः आतपे इति सप्तमी विभक्ति आतप उद्भिदप्रातिपदिक आतप शुष्कः आतपे शुष्कः इति व्यस्तप्रयोगमपि कर्तुं शक्नोति छायायां शुष्कः छाया शुष्कः छाया इति प्रातिपदिका अस्ति सो छाया शुष्कः छायायां शुष्कः स्थाल्यां स्थाल्यां पक्वः स्थाली पक्वः स्थाली इति प्रातिपदिकं या स्थाल्याम् इति सप्तमी विभक्ति सो स्थाल्यां पक्वः स्थाली पक्वः स्थाल्यां पक्वः इति अपि भवति देन् कुम्भ्यां कुम्भ्यां पक्वः कुम्भी पक्वः कुम्भम् इति नाम कुम्भी कुम्भी इति प्रातिपदिकं कुम्भ्याम् इति सप्तमी विभक्ति कुम्भ्यां पक्वः इन्सैड् द कुम्भं पक्वः कुक्ड् इन् अ पाट् कुक्ड् इन् अ पाट् या कुम्भं वि जनरली थिङ्क् आफ़् फर् टु वेल्कम् सम्बडि सो ऐ डिन् कुम्भ्यां बिर्यानि बिर्यानि भगिनि Oh, I see. Okay. I don't cook biryani. Kumbhyam pakvaha, kumbhi pakvaha. Kumbhyam pakvaha. Chakre bandaha. Chakra bandaha. Okay. Chakre, seventh case. Yeah, chakre bandaha. Chakra bandaha. चक्र इति प्रातिपदिकं चक्रबन्धः चक्रे बन्धः व्यस्तप्रयोग आतप इत्युक्ते किं जानाति वा आतप इस् लैक् हीटेड् आतपे इट् इस् अ सन्लैट् आतप इस् सन्शैन् आर् सन्लैट् सो आतपे शुष्क मीन्स् ड्रैड् इन् द सन्लैट् आतप शुष्कः आं भगिनि Any questions? Otherwise, we can stop here now. Samshyam asti va? Gitanjali Bhagini, Ma Bhagini? No chet? Ekam prashnam vidya. Ekam prashnam vidya bhaginya prashtam. Shushka, shaundadi gane or shushka, they think, yatra, you know? Siddha Shushka Pakva. What is the difference between the two? She asked us to think about it before the class. Repeat the question. What is the difference between Shaundadigana Vak words and the words in the Siddha Shushka Pakva Bandhaischa? But answer was given at the last class. Yes, skilled or something like that, I thought. शौण्डादिगणीय शब्दाः एक्सेप्ट् अधि एण्ड् अन्तर दे आल् निपुणता वर्कशैलीं सूचयति अत्र तु नास्ति इति भगिनी सोरि वंशी भगिनी कोऽपि अत्र उत्तरं दत्तवती एण्ड् विद्याभगिनी अपि तद् सम्यक् इति वदति इति एव अहं स्मरामि The difference between one is on the quality of the in the skill is the quality of this thing. whereas here it is not the quality or the nipunata or skill or anything like that. It is basically the effect happening on something. Okay, we'll stop here. Dhanyavadaha sarvebhya. Dhanyavadaha. Dhanyavadaha.